नमस्ते, अद्यतनविषयः अस्ति भुआदिगणः। द्वितीय पाठः अस्ति भुआदिगणे, तत्र विशेषधातूनां विषये। तत्र 43 धातवः विशेषधातवः सन्ति, तस्मिन् विषये परिशीलनम्, अनन्तरं पूर्वतनपाठस्य प्रश्नानाम् उत्तरं भविष्यति। प्रथमं हेमा भगिन्याः प्रश्नः आसीत् खलु, तत्र सकारः कुत्र भवति, षकारः कुत्र भवति इति। भगिनी, यत्र पूर्वं इण् प्रत्याहारवर्णः कश्चन भवति अथवा कवर्गवर्णः भवति, तत्र सकारः षकारः भवति। कवर्गः नो चेत् इण् वा? कवर्गः नो चेत् इण् प्रत्याहारवर्णः। अहम् उदाहरणं वदामि, राम यदि सप्तमी बहुवचनं पश्यति, रामे इति अस्ति, सु इति अस्ति, एकारः इण् प्रत्याहारे अस्ति। इण् प्रत्याहारे के के वर्णाः भवन्ति अकारं विहाय? ऐ उन् ऋलुक् ए ओङ् ऐ औच् हयवरट् लण् पर्यन्तं, तत्र सर्वे स्वराः हयवरट् हयवर ल, सर्वे स्वराः अकार आकारं विहाय। अतः रामे इति स्वरः अस्ति खलु, अकारः नास्ति इति कारणेन रामेषु इति भवति। तथा एव यदि रमा इति अस्ति, तत्र किं भवति? रमासु, तत्र परिवर्तनं न भवति। आकारः अस्ति इति कारणेन रमासु एव भवति। वाक् इति अस्ति, वाक् सुववाक्षु वा? वाक्षु, वाक्षु भवति, अतः वाक्षु भवति। मरुत् अस्ति, मरुत् मरुत्सु, मरुत्सु तवर्गः अस्ति, अतः सकारः एव भवति। एवमेव उक्तवती किल भगिनी, उक्तवती किल वाक्षु, तत्र तु क्ष अस्ति, ककार षकार, ककार मूर्धनि षकारस्य योगे एव षकारः भवति। ककार योगः सकारः नास्ति तत्र, तत्र परिवर्तनं भवति वा? आम्, वाक् इति अस्ति, सु इति अस्ति, वाक् सु इति पूर्वं ककारः अस्ति इति कारणेन सकारः मूर्धन्यषकारः भवति, अनन्तरं ककार षकारयोः योगे एव क्षकारः भवति। क्षम्यतां षकारः, क्षम्यतां षकारः, अस्तु, सः षकारः ककार मूर्धन्यषकारयोः योगे एव सः वर्णः भवति। पूर्वं सकारः मूर्धन षकारः कथं भवति? ककारपरः तु प्रथमं सरस्वती सा अस्ति, वाक्सु, तत् मूर्धषकारः कथं भवति? पूर्वं कवर् अहम् उक्तवती खलु, इण् प्रत्याहारवर्णः अथवा कवर्, क्षम्यतां क्षम्यतां, ककारः कवर्गः अस्ति इति कारणेन सकारः मूर्धने षकारः भवति। अवगतम्? ह्रस्व आकारः वा दीर्घ आकारः वा अस्ति चेत् एव ह्रस्व आकारः वा दीर्घ आकारः वा अस्ति चेदेव तत्र परिवर्तनं न भवति। अवगतम्? इदानीं करो, करो सि वा करोषि वा? करोषि, ओकारः स्वरवर्णः अस्ति अकार आकारं विहाय, अतः करोषि तथा, तदेव नियमः, सामान्यनियमः अस्ति। तत्र इतोपि विशेषतया सूत्राणि अग्रे भवति, परन्तु स्थूलरूपेण कुत्र सकारः कुत्र षकारः इति प्रश्ने कृते तत्र यत्र पूर्वम् इण् प्रत्याहारवर्णः अथवा कवर्गः भवति, तत्र सकारस्य षकारादेशः भवति। तस्य सूत्रम् अस्ति आदेशप्रत्ययोः, तत्र इन् कोः इति सूत्रम् अस्ति, अग्रे पठिष्यति अतः ज्ञास्यति. इदानीं तु यत्र कुत्रापि सप्तमी बहुवचनं पश्यतु, तत्र प्रत्ययः तु सुप् एव, सु औज समौषस् इति भवति, सुप् एव तत्र सर्वत्र सु, कदाचित् सु भवति, कदाचित् शु भवति. तद् यदि परिशीलयति जानाति कथं परिवर्तनं भवति इति. अथवा सि इति प्रति करोषि करोषि, तत्र पठसि करोषि, तथा यदि सि प्रत्ययः मध्यमपुरुष एकवचनं लट्लकारे परिशीलयति परस्मैपदस्य, तत्रापि भेदः शक्नोषि करोषि, तथा यदि पश्यसि तर्हि ज्ञातुं शक्नोति. जुहोषि अपि, जुहोषि तथा यत्र अकारं विहाय, अकाराकारं विहाय अन्यस्वरवर्णाः भवन्ति, हयवरट् अथवा लण् अथवा कवर्गः, तत्र परिवर्तनं. पुनः अन्यत्र इत्युक्ते धातोः आदौ यदि धातुः इत्येव न, एषः एतत्तु वर्णकार्यं न, एतद्विहाय धात्वादेशः सः अपि अस्ति किल, भवती उक्तवती धात्वादेशः सः धातोः विषये केवलं. आदेशप्रत्ययोः इति मया यदुक्तं तत्तु सुपन्तेषु अपि भवति, तिङन्तेषु भवति, सर्वत्र भवति, तत् केवलं वर्णकार्यम् अस्ति, तत्र धातुः इति किमपि नास्ति नियमः, धातु अङ्गम् इत्यादि नास्ति, सामान्यवर्णकार्यम् अस्ति, सन्धिकार्यमेव. अस्तु भगिनि, एकः सन्देहः, अदुपदधातवः इत्युक्ते ह्रस्व अकारः उपदा आगच्छति, तर्हि अदुपदातव वा? आम्, रामप्रिया भगिन्याः प्रश्नः आसीत् तत्र वृष् इति उरण्ड्रपरः किमर्थम् इति. तत्र यत्र कुत्रापि केन सूत्रेण वृष् इति वर्ष इति भवति प्रथमं, प्रथमं तु पुगन्तलघुपदस्य च, पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति, गुणः भवति. गुणः इत्युक्ते पाणिनिना एकं सूत्रं कृतं, तत् संज्ञासूत्रं किमिति जानाति वा? अदें गुणः, अदें गुणः इति अस्ति. तत्र अत् इत्युक्ते ह्रस्व अकारः, एङ् इत्युक्ते ए ओ एकारः ओकारः एव अस्ति, तत्र तु रेपः नास्ति. अतः ऋ इति वर्णस्य सवर्णं यदि पश्यति, तत्र अ ए ओ मध्ये आकारः एव सवर्णः. अतः गुणवर्णः इत्युक्ते केवलं तत्र अकारमेव स्थापयितुं शक्नोति प्रथमं, परन्तु यत्र कुत्रापि ऋ इति ऋकारस्य स्थाने अन्यः कोऽपि वर्णः आगच्छति, सः वर्णः रपरः अपि भवति. अतः अकारं प्रथमं स्थापयित्वा रेपः अनन्तरं स्थापयित्वा अर् इति भवति. किञ्चित् कालात् पूर्वं विद्याशङ्करमहोदयस्य प्रश्नः एव इति चिन्तयामि, तत्र सः पृष्टवान् अलोन्त्यस्य इत्येव अस्ति, तर्हि अनेकाल् यदि अर् इति अस्ति अनेकाल् भवति खलु, परन्तु अत्र एकः एव वर्णस्य अनेकाल्चित् सर्वस्य न कार्यं करोति किमर्थम् इति. तत्र तु प्रथमं ऋ इत्यस्य अकारः एव आदेशः, अतः एकाल् एव. स्मरति वा? तत् अनन्तरमेव रेपः आगच्छति, अतः एकाल् एव, अतः एकः एव वर्णः ऋकारस्य स्थाने अकारः एव आगच्छति, अनन्तरं रे उरण्ड्रपरः इति सूत्रेण रेपः अपि भवति, परन्तु सामान्यतः लोके ऋकारस्य गुणः अर् इत्येव वदामः, वृद्धिः आर् इत्येव वदामः. परन्तु सूत्रद्वयं मिलित्वा एव तत्र तादृशकार्यं भवति इति जानन्तु. ओ ओ धन्यवादः भगिनि. विद्याशङ्करमहोदयस्य प्रश्नः नश्चापदान्तस्य झलि इति विषये. अस्तु, कुत्र महोदय तत्र अस्मिन् पाठे एव अग्रे आगच्छति खलु? रथि तत्र तस्मिन् प्रसङ्गे वा रथि जभो रचि इति अनन्तरं खलु. तत्र पूर्णतया परिशीलयामः वा जब् धातुः किं भवति इति. उपदेशे अयं मूलधातुः झबि इति ईकारः अनुबन्धः न तु इकारः, अतः इदितो नुम् धातोः इत्यनेन नुमागमः न भवति. परन्तु विशिष्टसूत्रम् अस्ति येन रध् जब् अनयोः धात्वोः नुमागमः विहितः. रधि जभोर् अचि, रध् जब् अनयोः धातोः नुमागमः भवति अजादिप्रत्यये परे. इदानीं अस्माकं इदानीम् आकारः शप् तु अकारः अस्ति, अतः अचि परे अस्ति इति कारणेन नुमागमः भवति खलु. जभि जभ् इति अनुबन्धरहितधातुः, रधि जभोर् अचि इत्यनेन अजादिशप्रत्यये परे नुमागमः भवति. शप्रत्ययः अजादिः अस्ति, अतः नुमागमः इति भवति. तत्र नुम कीदृश आगमः भवति? टित्वा कित्वा मित्वा मित् अस्ति इति कारणेन किं भवति, कुत्र भवति नुम? धातोः मध्ये आगच्छति. मध्ये इति न, अन्तिम अकारस्य अनन्तरम् परः, अन्त्यात् परः आगच्छति. मध्ये इति एव, परन्तु अन्तिम अच् वर्णानन्तरम् आगच्छति. अतः जभ् इति अस्ति, तत्र नकारः आगच्छति खलु. जभ् नुम जभ् इत्यत्र ज नुम भकारः इदानीं खलु, जकारः नुम भकारः. अनन्तरं किं भवति तत्र नुम् इत्यत्र अनुबन्धलोपकार्यं कीदृशं भवति? नकारस्य इत्वर्णः भवति करन्त्यम् इति सूत्रेण. उकारस्य जन्नासिक इत्यनेन तस्यापि लोपः भवति. केवलं नकारः तिष्ठति. जन इदानीं ज न भ इति अस्ति, जकारः नकारः भकारः अस्ति. अनन्तरं किं भवति नश्चापदान्तस्य झलि इति सूत्रेण अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वार आदेशः भवति झलि परे. इदानीं भकारः अस्ति, भकारः झल् वा झल् झल् प्रत्याहारे कीदृशवर्णाः भवन्ति? झल् सर्वे हल् वर्णाः भवन्ति वा? झबैङ् घडदश् जब घडदश् खप चट चटतौ कपै शशसर् हल् खलु. तत्र झब इति प्रारम्भं कुर्मः चेत् माहेश्वरसूत्राणि तु तस्य क्रमः हल् वर्णेषु पञ्चम वर्णः पञ्चम वर्गीयव्यञ्जनं अनन्तरं चतुर्थः अनन्तरं तृतीयः एवमेव भवति खलु? आं भगिनि, जपयन् तु चतुर्थवर्णः, अतः प्रथमवर्णः पञ्चमः नास्ति अत्र, यमगणनं नास्ति, यमगणनं पञ्चमवर्णः, यवर अपि नास्ति, यर लव यर यर लव अपि नास्ति. प्रथमं यर लव भवति, अनन्तरं पञ्चमवर्णः यमगणनं. जभै घटदश् चतुर्थः, जभघटदश् तृतीयः, अतः जल प्रत्याहारे चतुर्थः तृतीयः द्वितीयः प्रथमः वर्गीयव्यञ्जनम्. अनन्तरं शशसर् हल् इत्यनेन शशसः. यदि वर्णमालायां पश्यति पञ्चमवर्गीयव्यञ्जनं विहाय स प्रथमचतुर्थवर्णाः सर्वम् अस्ति, चतुर्थपर्यन्तं प्रथमद्वितीय तृतीयचतुर्थवर्णाः शशसः झल् प्रत्याहारे अस्ति, अतः भकारः जलि अस्ति. अतः किं भवति, नकारस्य मकारस्य च किं कः आदेशः भवति? अनुस्वारादेशः. अतः इदानीम् अस्माकं स्थितिः जन भकारः, इदानीं नकारस्य अनुस्वारादेशः, अतः जौ भ इति भवति. अनन्तरं किं भवति, अग्रे अपरं सूत्रम् अस्ति अनुस्वारस्य ययि परसवर्णः इति. अस्माकं जकारस्य अनन्तरम् इदानीम् अनुस्वारः अस्ति, ज उ भ इति. अनुस्वारस्य यदि अनन्तरं यै प्रत्याहारस्य कश्चन वर्णः भवति, यै प्रत्याहारे के के वर्णाः सन्ति? प्रत्याहारे पञ्चम चतुर्थ कपै पर्यन्तं प्रथमवर्गपर्यन्तं प्रथमं हयवरट् इत्यत्र यकार आरभ्यते, अतः हयवरट् लण् यमगणनं जबैं गडदश् जबगडदश् खप चट चटतौ कपै पर्यन्तम् अस्ति, षषसः नास्ति. अतः केवलम् ऊष्माणवर्णाः षषसः विहाय सर्वे सर्वे हल् वर्णाः यै प्रत्याहारे सन्ति. यै इत्युक्ते ऊष्माणं विहाय सर्वे ऊष्माणवर्णान् विहाय सर्वे हल् वर्णाः. अवगतम्? झल् इत्युक्ते ऊष्माणः पञ्चमवर्णः अपि विहाय सर्वे हल् वर्णाः. इदानीं यै भकारः यै अस्ति वा यै प्रत्याहारे? अस्ति अस्ति. भकारः यै अपि अस्ति, झलि अपि अस्ति. अतः अनुस्वारस्य स्थाने परसवर्णः, परवर्णः कः अनुस्वारस्य परवर्णः? भकारः. भकारस्य सवर्णः इत्युक्ते अनुस्वारस्य भकारस्य सवर्णः कः भवति? मकारः. मकारः, यतोहि नासिका अपि भवेत्, भकारस्य ओष्ठवर्णः अपि भवेत्, अतः तयोः मेलनं मकारे भवति, अतः मकारादेशः भवति. अवगतम्? एतत् कार्यं तु भकारस्य परसवर्णः मकारं मकारः कथम् अनुस्वारस्य भकारस्य द्वयोः सवर्णः मकारः. अनुस्वारः नासिका उच्चारणं. सर्वे पञ्चम अकारः अवर्गीयवर्णः. अस्तु अस्तु अस्तु भगिनि. अवर्गीयवर्णे अनुनासिकवर्णः कः? मकारः. अतः पवर्गे अनुनासि पवर्गः अपि भवेत्, परसवर्णः इत्युक्ते भकारस्य पवर्णसवर्णः इत्युक्ते पवर्गः अपि भवेत्, अनुस्वारस्य इति कारणेन अनुनासिकः अपि भवेत्, अतः मकारः. अवगतम्? अतः मकारः भवति जम् जम्भ इति रूपम्. अवगतम्? नुम् इत्युक्ते नकारः मकारः मिलित्वा वा? नुम् इति तत्र आगमः तु केवलं नकारः एव, परन्तु सूत्रकारेण नकारः केवलम् इत् वर्णः. आद्यन्तौ टकितौ मिदचोन्त्यात् परः इति सूत्रद्वयमस्ति खलु, तेन एव आगमः कुत्र गच्छति इति निर्णेतुं शक्नुमः खलु. कित्वा मित्वा प्रथमं यदि आदेशः वा आगमः वा भवति तत् टित् कित् मित् वा न वा इति परिशीलनम्. इदानीं नुम् इति अस्ति, मित् अस्ति, अतः तत्र कुत्र स्थापनीयम् इति निर्देशनार्थं मकारः इत्वर्णः रूपेण तत्र स्थापितवान् पाणिनिः. अवगतम्? अवगतं भगिनि. केवलं तद् इद्वर्णः अस्ति, मकारः इद्वर्णः अस्ति. हलन्त्यम् इति सूत्रेण इत् संज्ञा लोपः भवति, परन्तु प्रयोजनं किं मकारस्य इत्युक्ते भवती तत्र सूत्रं किं वदति, रदि जभोर् अचि रदि जभोः धातोः अङ्गयोः नुम् आगम नुम् अचि इति अस्ति. नुम् इति अस्ति, नुम् कुत्र भवति, पूर्वं भवति वा अङ्गस्य, अनन्तरं वा, मध्ये वा इति तु न जानीमः. यदि केवलं सः न नकारः इति वदति, वयं न जानीमः कुत्र स्थापनीयम् इति. नकारस्य पूर्व धातुः अस्ति, तस्य पूर्वं भवेत् वा, अनन्तरं भवेत् वा, मध्ये भवेत् वा इति न जानीमः, अथवा तस्य स्थाने भवेत् वा. धातोः स्थाने अपि नकारः भवितुम् अर्हति खलु. तर्हि मकारं टकारं वा ककारं वा मकारं वा योजयित्वा सः आदेशः न आगमः इति सूचयति. अतः तस्य स्थाने न भवति, तस्य धातुः अङ्गमपि भवति, अनन्तरम् एतदपि उपरि कुत्रापि आगच्छति, पूर्वं वा मध्ये वा अनन्तरं वा इति. तत्र इदानीं मित् इति कारणेन मध्ये स्थापयामः. अस्तु, विद्याशङ्करमहोदयस्य प्रश्नस्य समाधानं प्राप्तं वा? आमां, धन्यवादः. अस्तु, इदानीं तु तत्र पूर्वमपि दंश इति दंश संज इत्यादि धातवः सन्ति, तत्र दंश तत्रापि अनुस्वारस्य अनन्तरं यै वर्णः नास्ति इत्यनेन अनुस्वारः एव तिष्ठति. शकारः यै नास्ति, अतः एव संस्कृतम्. सकारः अग्रे अस्ति, सकार प्रथमं सकार स इति अस्ति, स उ अनन्तरं स इति अस्ति, सकारः अनुस्वारस्य अनन्तरं सकारः अस्ति. सः सकारः यै प्रत्याहारे नास्ति, अतः संस्कृतं संस्कृतम् नास्ति, संस्कृतम् अनुस्वारयः एव तिष्ठति, तस्य उच्चारणमेव भवति. तस्य उच्चारणं कथं करणीयं भगिनि? एन् वा एम् वा? केवलं नासिकया करणीयम्, ओष्ठस्य योजनां पूर्णतया मकारस्य यदि उच्चारणं ओष्ठस्य योजनेन एव भवति खलु, तथा ओष्ठयोः योजनं पूर्णतया न भवति. सौ इति केवलं नासिकया एव तस्य उच्चारणं भवति, संस्कृतं न संस्कृतम्. भवती पुल्लिङ्गं कथम् उच्चारणीयं? पुल्लिङ्गं तत्र संस्कृतम् इत्यस्य उत्तरभारतीयाः तस्य नकारं कुर्वन्ति, दक्षिणभारतीयाः मकारं कुर्वन्ति. अवगतम्? उत्तरभारते संस्कृतम् इति संस्कृत् इति वदन्ति हिन्दीभाषायां. तमिळ्भाषीयाः दक्षिणभाषीयाः तु संस्कृतम् इति वदन्ति. उभयत्रापि दोषः अस्ति. संस्कृतं परन्तु महाराष्ट्रराज्ये ते जनाः संस्कृत इति वदन्ति. महाराष्ट्रीयजनानाम् उच्चारणं प्रायः उत्तमं भवेत् प्रायः, परन्तु अधिकतया उत्तरभारतीयाः संस्कृत् इत्येव वदन्ति. संस्कृत् इति संस्कृतं. तर्हि अत्र अनुस्वारस्य परे ययि वर्णः नास्ति चेत् केवलं नासिकेन अनुनासिक अनुनासिक एव तिष्ठति, यतोहि नश्च पदान्तस्य जले इत्यनेन अनुनासिक अनुस्वारः आगच्छति. सः अनुस्वारः यदि परसवर्णः नास्ति तर्हि सः एव तिष्ठति. तर्हि उच्चारणं कथं करणीयम् इति इदानीं वंशः संस्कृतं कंसः तत्रापि उत्तरभारतीयाः हंस इति वदन्ति, हंस. दक्षिणभारतीयाः हंस इति वदन्ति. उभयत्रापि दोषः. हंस इदानीमेव अवगतं भगिनि. तमिळ्भाषायां कंसन् इति वयं वदामः किल, तावदेव आगच्छति. कंसः एव, कंसः नास्ति. उत्तम उच्चारणं कंसः भवति, न कंसः इति. कंसः इति वदति तदा ओष्ठयोः योजनं भवति. तस्य योजनं विना कंसः इति वक्तव्यम्. अस्तु, इदानीम् अन्यः कोऽपि प्रश्नः नास्ति चेत् वयं परिशीलयामः पूर्वतनपाठस्य विषये. प्रश्नः भगिनी, अत्र एकः प्रश्नः अस्ति मम. ययि प्रत्याहारे या वा रा ला अपि सन्ति तेषां कृते कस्य वर्णस्य आगमः भवति अत्र? यकारस्य अपि अनुनासिकयकारः अस्ति. यकारस्य अपि अनुनासिकलकारः अस्ति. संयोजनम् इत्यपि भवति, संयोजनम् इत्यपि भवति विकल्पेन. यकारस्य उपरि चन्द्रबिन्दुः प्रायः दृष्टवन्तः सन्धिपुस्तकेषु, तादृशपुस्तकेषु. संयोगः इत्यपि भवति, संयोगः इत्यपि भवति. एवमेव लकारस्य तु चन्द्रबिन्दुः भवति, तस्यापि श्रद्धावान् लभते. श्रद्धावान् लभते ज्ञानम्. वान् श्रद्धावान् लभते इति अस्ति खलु, तत्र श्रद्धावान् इत्यस्य नकारस्य स्थाने लकारः आगच्छति सन्धिकारणेन. सः लकारः अनुनासिकलकारः अस्ति. श्रद्धावान् लभते ज्ञानं, श्रीमान् लोकत्रयाश्रयः प्रायः श्रुतवन्तः. तत्र सर्वत्र अनुनासिकलकारः, यकारलकारस्य तु अनुनासिकः भवति. रेपस्य वकारस्य परिवर्तनमेव न भवति इति चिन्तयामि. तत्रापि कदाचित् अनुस्वारः पूर्वमेव न आगच्छत् वकारस्य अहं दृष्ट्वा एव वदामि. वकारस्य तु अनुस्वारः एव भवति, रेपस्य पूर्वं कदाचिदपि अनुस्वारः तस्य प्रयोगः एव न भवति इति चिन्तयामि, निश्चयेन न स्मरामि. परन्तु यकारस्य लकारस्य तु निश्चयेन अनुनासिकवर्णाः अपि सन्ति, तेषां प्रयोगः तत्र भवति आधिक्येन. अस्तु भगिनि, धन्यवादः. वयम् इदानीम् अग्रे सरामः वा? सामान्यधातूनां विषये अवगमनम् अभवत् वा? इगु इग इक अन्तवर्ण इङ्कन्तधातूनां किं का कीदृशकार्याणि भवति इति रश्मीभगिनी वदति वा? भगिनि एकनिमिषं भगिनि, भवती उक्तवती किल वकारस्य, तत्र संवादं तत्रापि विकल्पेन आगच्छति संवादम् इति. संवादः तत्रापि अनुस्वारः एव भवति खलु? न, तत्र विकल्पेन एव आगच्छति, संयमः, संवादं, संलापः. ओ, वकारस्य अपि अनुनासिकः अस्ति इति वा? आम् आम्. यवल इत्येते वर्णाः अनुस्वारस्य स्थाने विकल्पेन अनुनासिकयवल त्रयोः अपि विकल्पेन अनुनासिकवर्णाः अपि सन्ति, परन्तु रेपस्य नास्ति. परन्तु उदाहरणमपि कुत्रापि मया न दृष्टम् अनुस्वारस्य अनन्तरं रेपः यदा भवति किं भवति. रश्मी भगिनी, यदि धातुः इक् प्रत्याहारवर्णेषु अन्तिमवर्णः अस्ति, उदाहरणार्थं जी इत्यादि, तत्र कीदृशकार्याणि भवति? इगन्तप्रत्ययः अस्ति चेत् जी धातुः अस्ति चेत् लघु इगन्तधातुः भवति, अतः शप्रत्ययस्य योजनेन गुणकार्यं भवति. केन सूत्रेण? सार्वधातुकार्थधातुकयोः सूत्रेण जे योगः जे गुणकार्यं भवति, जी जे भवति, जे योगः अ इति भवति. अनन्तरं तद् एचोयवायावः इति सूत्रेण ऐ आदेशः भवति, ज योगः ऐ योगः अ जय इति रूपम्. अतः सूत्रद्वयं कार्यं करोति, एकमस्ति सार्वधातुक अर्धधातुकयोः, द्वितीयसूत्रमस्ति एचोयवायावः. सूत्रद्वयेण कार्यं भवति इगन्तानां धातूनाम्. अस्तु वा? तत्र इगन्तदातवः सन्ति. अनन्तरम् उपधायां लघु इक् वर्णाः सन्ति चेत् कीदृशकार्याणि भवन्ति? रामप्रिया भगिनी वदति वा? आं भगिनि, इगन् लघु इक् उपधा अस्ति चेत् तत्र पुगन्धलघुपदस्य च इति कार्यं भवति, सूत्रेण कार्यं भवति. यदा चित् योगः शप् भवति चेत् चेत् भवति चेत् योगः एकमेव सूत्रं कार्यं करोति पुगन्तलघुपदस्य च, खलु? एचोयवायावः इत्यस्यपि प्रश्नः नास्ति. अस्तु, यदि एजन्तधातुः भवति तर्हि किं कानि कार्याणि भवन्ति? तत्र एचोयवायावः एव सन्धिकार्यमेव भवति. यदा गै धातुः अस्ति चेत् गै योगः शप् गै योगः अ, तत्र एचोयवायावः आगच्छति, इग् योगः आ योगः अ, गाय इति भवति. उत्तमं. विशेषधातवः कति सन्ति इति मीना भगिनी वदति वा? षष्टाधिकचत्वारिंशत् षट् चत्वारिंशत् धातवः सन्ति. तत्र वयं इदानीं गम यम धातु परिशीलितवन्तः, तत्र कीदृशकार्यं भवति? गम गच् भवति, यम यच् भवति इति एक सूत्रमस्ति. इषु गमयां छः इति. इषु गमि यमां छः. इषु गमि यमां छः. इषु इष् गम यम, येषां चकार आदेशः भवति शिति परे. शित् प्रत्ययः अस्ति. शप् इति शित् प्रत्ययः. गम् योगः शप् गच् मकारस्य स्थाने चकारः आगच्छति. चकारः एव न, इच् च आगच्छति. किमर्थं तत्र एकं सूर्यं सूत्रं कार्यं करोति वा सूत्रद्वयं कार्यं करोति वा? कोऽपि साहाय्यं कर्तुं शक्नोति वा? आं भगिनि, सूत्रद्वयं कार्यं करोति. इषु यमि गमा यमाम् इषु गमि यमां छः इत्यनेन केवलं चकारः आगच्छति. अनन्तरम् इतोपि अन्यं सूत्रम् एकम् अस्ति. किं सूत्रम् इति? छेच. बहु लघु सूत्रमस्ति छेच इति सूत्रेण. किं किं तत्र सूत्रस्य कार्यं किम्? ह्रस्वस्य तुक् छेच संहितायां. परन्तु कार्यं तुगागमः. तुगागमः भवति छेच सूत्रेण. इषुगमि यमां छः इत्येन चकारः, मकारस्य स्थाने चकारादेशः, छेच सूत्रेण तुगागमः. कार्यद्वयं भवति, अतः एव गम गच्छ भवति. तत्रापि छेच इत्यनेन तकारः एव आगच्छति. तुक् इत्यत्र ककारस्य इत्संज्ञा उकारस्य इत्संज्ञा, अतः केवलं तकारः एव तिष्ठति. तस्य किं भवति? तृतीयसूत्रमपि अस्ति किल, तकारस्य स्थाने ह्रस्व चकारस्य स्थाने किं भवति? तकारस्य स्थाने ह्रस्व चकारः. तत्र सूत्रमस्ति वा भगिनि? चुत्वसन्धिश्चुनाश्चुः. भगिनि एकः प्रश्नः अत्र एकः प्रश्नः मम. अत्र स्थाने तु न आगच्छति खलु, अत्र तुक् आद्यन्तौ टकितौ इत्यनेन स्वरस्य अनन्तरं तकारः आगच्छति इति मम चिन्तनम्. आम्, तुक् आगमः एव, तुगागमः इत्येव मया उक्तम्. तुकागमः भवति. तुक् कस्य आगमः? ह्रस्वस्वरस्य आगमः. गम इति यत्र गच्छ इति यत्र गच्छ इति अस्ति, तत्र ह्रस्वः तु गकार उत्तरवर्ति अकारः. तस्य उत्तर गकार उत्तरवर्ति अकारस्य वा, अथवा यम इत्यत्र यकार उत्तरवर्ति अकारस्य वा, ह्रस्व वर्णस्य अकारस्य स्थाने अकारस्य स्थानेन ह्रस्व वर्णस्य तुगागमः भवति. तुग् कित् इति कारणेन ह्रस्वस्य अनन्तरं भवति, स्वरस्य अनन्तरं भवति. स्पष्टम्? अस्तु भगिनि, धन्यवादः. अतः ग अनन्तरं तुकागमः, अनन्तरं चकारः, तत्र अनुबन्धलोके ग त छ, अनन्तरं तकारस्य अनन्तरं छकारः तु यत्र कुत्रापि दन्त्यवर्णः अस्ति, तथ दधन अथवा सकारः अपि दन्त्यवर्णः अस्ति स इति, तस्य समीपे यदि तालव्यवर्णः ष अथवा छ छ झ्ञ भवति चेत् सः अपि तस्य दन्त्यवर्णस्य परिवर्तनं भवति. अथवा यदि मूर्धन्यवर्णाः भवन्ति चेत् तत्रापि परिवर्तनं भवति. दन्ताः स्वयं न तिष्ठन्ति, परिवर्तनं स्वीकुर्वन्ति. अवगतं? दन्तवर्णाः दन्तवर्णाः चकारवर्णः भवति वा? उच्चारणं कृत्वा पश्यतु, स दन्तवर्णः एव खलु. सर्वम् उच्चारयतु, जिह्वायाः अग्रभागः दन्तस्य पृष्ठभागे एव स्पर्शनं करोति खलु, अतः सर्वे दन्तवर्णाः. स्थानं दन्तः, कण्ठ तालु मूर्धा दन्त ओष्ठ इति जानन्तु के वर्णाः इति. तद् अतीव मुख्यं भवति. उच्चारणं कृत्वा पश्यतु, स त थ द ध सर्वे दन्तवर्णाः, ष च छ झ झ तालव्य, ष मूर्धन्यषकारः, ष ट ठ ड ढ सर्वं जिह्वायाः अग्रिमभागं मुखस्य उपरि भागे स्पर्शनं करोति. ष ट ठ ड ढ ण सर्वं सत्यम्. अतः इदानीं स्तोश्चुनाश्चुः इत्यनेन सकारतवर्गीयवर्णानां षकारचवर्गीयवर्णाः आदेशः भवन्ति. अतः तकारस्य स्थाने चकारः गच्छ इति अथवा यच्छ इति. अवगतम्? इदानीम् अग्रे पाघ्राध्मास्था सूत्रम् अवगतं वा? अवगतम्. तत्र सूत्रं तु तत्र क्लेशः एव नास्ति. तत्र एकादश धातवः सन्ति, तेषां स्थाने एकादश आदेशः भवन्ति. घ्रास्थाने ध्मास्थाने स्थास्थाने तिष्ठ, मनास्थाने दाणस्थाने यच्छ, दृश्यस्थाने पश्य, रुस्थाने रुच्छ रुच्छ, सृस्थाने धौ धौ धौ, षद् षद्स्थाने इय इय, सदुस्थाने एतदेव कार्यं भवति. अनन्तरं तत्र अतो गुणे इति कार्यं कृत्वा योजयामः तावदेव. भगिनि, भवती सृ इति उच्चारणं कृतवती, सर्ति इति सूत्रे लिखति, किमर्थं सृ सर्ति भवति इति महोदय उक्तवन्तः? तत्रैव बहु सुदीर्घविस्तरणेन चर्चा जाता खलु ह्यः. ऋ धातुः एव अर्ति इति भवति, जानामि. मम प्रश्नः अस्ति, सूत्रे सृ अस्ति सर्ति अस्ति? एकक्षणं वदतु कृपया. सूत्रे किं लिखति, सृ लिखति वा सर्ति लिखति? पाणिनिः सूत्रं यदा रचितवान् तदा सः ऋ इति न लिखितवान्, अर्ति इति सूत्रे लिखितवान्. धातुपाठे ऋ इत्येव अस्ति, परन्तु सूत्रे अर्ति इति लिखितवान्. तथा एव सृ इति धातुः अस्ति धातुपाठे, परन्तु सूत्रे सर्ति इति लिखितवान्. सूत्रे किमर्थं तथा भिन्नरीत्या लिखति इति कारणमेव इक्ष्टिपौ धातुनिर्देशे इति तत्र तस्य आर्थिकस्य विवरणम् अवगतम्. किमर्थं सः ऋ इत्येव न वदति, किमर्थं दृश्य इत्येव न वदति, दृशि इति लिखितवान्, अर्ति इति लिखितवान्, सर्ति इति लिखितवान्, किमर्थं तथा धातोः उल्लेखनं सूत्रे कृतवान् इति प्रश्नः उदेति खलु. भवत्याः प्रश्नः इदानीं सः एव सः सूत्रं तु वेदस्य भागः, अतः तत्र भिन्नरीत्या लेखितुं शक्नोति. अतः एव महोदयः वदति छन्दसः कारणं सः तथा धातूनाम् उल्लेखनं दृशि अर्ति सर्ति इति करोति. परन्तु तेन किमपि वयं तु तत् धातुः दृश्य इत्येव स्वीकुर्मः, ऋ इत्येव स्वीकुर्मः, सृ इत्येव स्वीकुर्मः. सूत्रे तु दृशि अर्ति सर्ति इति नाम लेखनं तथा भवति. प्रायः पेट् नेम् इति चिन्तयन्तु तावदेव. अस्तु, भवती यदि आह्वयति पुत्रीं वा किमपि योजयति खलु, तस्य नाम तु किमपि भवति, किञ्चित् परिवर्तनं कृत्वा उल्लेखनं भवति तथा. अवगतम्. पाणिनीयसूत्रं वेद अङ्गम् इति कारणेन अर्थी इति उपयोगं समीचीनं साधु. भवती लोके तथा कर्तुं न शक्नोति. आम्, भवती दृशि इति उक्त्वा वाक्ये प्रयोगं कर्तुं न शक्नोति लोके. सूत्रे सः दृशिः इति कारणेन तथा लिखितवान्. ऋषिमुखात् यत्किमपि आगच्छति तत् सर्वं तस्य दोषः इति न मन्यते. तत्र दोषः इति वयं न स्वीकुर्मः, आर्षप्रयोगः इति प्रायः श्रुतवन्तः. आर्ष इत्युक्ते किं भगिनि? ऋषितः आगतम् इति आर्षम्. ओ, आदिवृद्धिः भवति अतः आर्ष भवति. आङ्ग्लभाषायां आर्षप्रयोगः इत्युक्ते ऋषीणां वेदेषु पाणिनीयनियमानां सर्वेषां नियमानां पालनं न भवति. तत्र भिन्नरीत्या उक्तं भवति, परन्तु तस्य वेदेषु यादृशरूपम् अस्ति तादृशरूपमेव वयं स्वीकुर्मः. तस्य परिवर्तनं दोषः इति वा न मन्यते. वेदाः यथा लिखितं तथा एव सन्ति. तत्र कदाचित् लिखन्ति आर्षप्रयोगः इति, यतोहि पाणिनीयनियमानाम् अनुसरणं वेदेषु नास्ति इति. पाणिनीयशास्त्रमपि वेदाङ्गम् इति कारणेन सः भिन्नरीत्यापि सः लेखितुं शक्नोति, परन्तु वयं लोके तस्य प्रयोगं तथा कर्तुं न शक्नुमः. अतः अर्ति सर्ति तु लोके नास्ति, अस्माकं सम्भाषणे वा लेखने वा श्लोके वा कुत्रापि अर्ति सर्ति इति प्रयोगः न भवति. दृशि गमि इत्यादि गच्छति इत्येव भवति. अर्ति सर्ति आर्षप्रयोगः वा तादृशः एव. सः ऋषिः, सः वेदाङ्गं निर्माणं करोति, तत्र छन्दसः कारणात् सः भिन्नरीत्या लेखितुं शक्नोति इति कारणेन लिखति. वयं गमी दृशि इति लोके प्रयोगं कर्तुं न शक्नुमः. तादृश इक् क्षिप् प्रत्ययौ तु पाणिनीयनिर्माणकार्यार्थं तौ प्रत्ययौ स्तः. वयं तस्य पदनिर्माणकार्ये स्वीकर्तुं न शक्नुमः. कदाचित् आत्मनेपदी धातूनामपि ति इति अन्तिमवर्णः भवति तत्र सूत्रे, परन्तु वयं तथा ति सः सूत्रे ति इति योजितवान् इति कारणेन वयम् आत्मनेपदम् इति स्वीकर्तुं न शक्नुमः. अवगतम् भगिनि? उल्लेखनार्थमेव इक्ष्टिपौ भवतः. मम एकः सन्देहः अस्ति भगिनि. पाघ्राध्मा कथं पिब जिग्राधम इति आगच्छति इति वयं न जानीमः किल. तावदेव वयं स्वीकरणीयं कथं स्वीकरणीयं. सः तु उक्तवान् पाधातुः क्षितिपरे पिब इति स्वीकरोतु तावदेव. तावदेव किमर्थं पिब इति तु तत्र प्रश्नः एव न उदेति. यदि पाणिनिः पास्थाने पिब इति आदेशः इति उक्तवान् तथा यथा तथं स्वीकुर्मः. पाणिनिः किं कृतवान्, लोके कः प्रयोगः इति दृष्ट्वा तस्य आधारेण सूत्रं लिखितवान्. लोके जनाः पिबति इत्येव वदन्ति खलु. तादृशप्रयोगं तस्मिन् काले दृष्ट्वा सः पास्थाने पिब इत्येव प्रयोगः भवति. अतः सूत्रे पिब इति लिखितवान्, पास्थाने पिब इति. पास्थाने लट् लोट् लङ् विधि लिङ् लकारे अथवा अन्यत्र यत्र कुत्रापि षित् प्रत्ययः भवति तत्र सर्वत्र उदाहरणार्थं शत्रुप्रत्ययान्ते अपि पिबन् इत्येव भवति. पिबन् पिबन्ति पिबत् इत्यादि तत्र सर्वत्र पिब इत्येव लोके प्रयोगः आसीत्. अतः सः अन्यत्र धातुपाठे यदस्ति तदेव अन्य धातुषु यथा तथं जनाः स्वीकृतवन्तः लोके सम्भाषणे प्रयोगे श्लोके इति. परन्तु पाधातुविषये तु पिब इत्येव प्रयोगः भवति. अतः पिब इति आदेशः. स्पष्टम्? अग्रे भगिनी एकः प्रश्नः अत्र, वार्तिकम् इत्युक्ते किम्? वार्तिकम् इत्युक्ते तत्र मुनित्रयम् इति श्रुतवन्तः खलु. पाणिनिः सूत्रं रचितवान्. तत्र सूत्रे चतुस्सहस्र सूत्राणि सः रचितवान्. पूर्ण संस्कृतभाषा, वैदिकभाषार्थमपि लौकिकभाषार्थमपि. तत्र सः यदा सूत्रं रचितवान् प्रायः कुत्रापि सः तस्य अनुक्तिः दुरुक्तिः इत्यादिकं भवति. अनुक्तिः इत्युक्ते यद् वक्तव्यं तद् वक्तुं विस्मृतवान् अथवा दुरुक्ति इत्युक्ते दोषः भवति. तत् तादृशानां परिष्कारणार्थं कात्यायनः वार्तिकम् इति, वार्तिकं तु वाक्यरूपेण भवति. तत्र प्राय एतदपि योजनीयम् अस्ति इति सः वार्तिके वदति. यदि आङ्ग्लभाषायां स्वीकरोति अडेण्डम् इति भवति खलु, किमपि लीगल् पेपर् लिखति तस्य पूर्णतया परिष्कारः न भवति. यदि प्रायः दृष्टवन्तः अडेण्डम् इति तत्र एकमेव भागं स्वीकृत्य तस्य परिवर्तनं कुर्वन्ति. इन् सेक्षन् 250 पेराग्राफ् 3 एवं भवतु इति, इन्स्टेड् आफ़् 250,000 मेक् इट् 260,000 इत्यादि एवं. तत्र पूर्णतया सूत्रस्य परिवर्तनं न कृत्वा एकम् अडेण्डम् इव योजयति भारत. तत्र यद् पाणिनिना प्रायः न उक्तम् एवम् इति, सः तस्य ज्ञाने बहु विस्तरेण सर्वं लिखितवान्, परन्तु संस्कृतभाषा तु बहु विसृता, तस्य तत्र प्रायः तेन यत्किमपि वक्तुं विस्मृतम् अथवा यदि सम्यक् रीत्या स्पष्टतया न उक्तं तस्य वार्तिकं भवति. अवगतम्? पाणिनि पतञ्जलिः तु भाष्यं लिखितवान्, भाष्यं तु तस्य विस्तरेण तस्य वर्णनं भवति, परन्तु कात्यायनः तत्र सूत्रेषु यः दोषाः अनुक्ताः विषयाः सन्ति तेषां वार्तिकरूपेण योजितवान्. वार्तिकम् इत्युक्ते वाक्यमेव. अतः प्रायः श्रुतवन्तः श्लोकं भाष्यकारं वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् इति. वाक्यकारं वररुचिं, वाक्यं लिखितवान् वररुचिः एव कात्यायनः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्. अस्तु, इदानीम् इक्ष्टिपौ सूत्रं वार्तिकं स्पष्टम्? आं भगिनि. किमर्थम् अस्ति तस्य लोके, अस्माकं लोके यदि पदनिर्माणं कर्तुं तिङन्तपदस्य निर्माणं कर्तुं तु उपयोगं न कुर्मः. अस्तु, अत्र लः कर्मणि च भावे च इति कुत्रापि आसीत्, तत् सर्वम् अवगच्छन्ति वा? अत्र पाघ्राध्मा सूत्रस्य विवरणे लः कर्मणि च भावे च अकर्मकेभ्यः तयोरेव कृत्यक्तखल्वर्ताः कृदतिङ् तत्सर्वम् अत्र पुनः प्रश्नः उदेति आरभ्य यदि पठति यदि सम्यक् न अवगच्छति अहं तत्र स्पष्टीकर्तुं शक्नोमि. महोदय पठति वा? सुब्रह्मण्यमहोदय पठति वा? शीघ्रं गतवान् किल? विद्याशङ्करः तु प्रायः गतवान्, सुब्रह्मण्यः तु अस्ति खलु? आं भगिनि, अस्मि. पठति वा? आम् अस्मि एव. ओ, भवानपि अस्ति वा? अस्तु. तत्र पाघ्राद्मा सूत्रम् अस्ति खलु, तस्य अधोभागे अत्र पुनः उदेति, पुनः प्रश्नः उदेति किमर्थं ऋ धातोः अर्तीति रूपं सृ धातोः सर्तीति रूपम्. अत्रापि इक्ष्टिपौ धातुनिर्देशे इति वार्तिकेन अस्मिन् पर्याये स्थिप् ष्टिप् प्रत्ययः न तु इक्. तत्र ऋ धातुः ष्टिप् अनुबन्धलोपे ऋ योगः ति स्तिपः शित्वात् सार्वधातुकः यस्मात् कर्तरि शप् इत्यनेन शप् सूत्रछन्दसः कृते आदादिकधातुः अर्ति इत्यर्थम् अधिप्रभृत्यभ्यः शपः इत्यनेन शप् लुक् भवति. तत् अवगच्छन्ति वा? अत्र भगिनी एकवारं पुनः परिशीलनं करोति चेत् सम्यक् भवति मम कृते. तत्र ऋ किं भवति? ऋ अनन्तरं किं योजयामः? योगः अत्र योजयामः स्टिप् शित्वा शित् अस्ति वा? स्टिप् तु शित् अस्ति. शित् अस्ति इति कारणेन किं भवति? शित् अस्ति कारणेन भवति सार्वधातुकप्रत्ययः भवति. अतः सार्वधातुके कर्तरि अर्थे शप् भवति खलु? तत्र सूत्रद्वयम् अस्ति, सार्वधातुके यक् कर्तरि शप् सूत्रद्वयमपि क्रमेण आगच्छति. सार्वधातुके यक् कर्तरि शप् इति, अतः कर्मणि भावे यक् भवति, अतः एव पठ्यते इति भवति यकारः. कर्तरि शप् भवति. यदि कर्तरि प्रयोगे कश्चन प्रत्ययः भवति, सः सार्वधातुकः भवति, तस्य शप् विकरणप्रत्ययः आयाति इति सूत्रं वदति कर्तरि शप्. तत् स्पष्टम्? आं भगिनि. तर्हि वयम् इदानीं कर्तरिप्रयोगे वाक्यं तु न रचयामः, अत्र सूत्रस्य रचना एव भवति. अतः कर्तरिप्रयोगे अस्ति वा न वा इति कथं जानीमः? अत्र अत्र अनन्तरं किं किञ्चित् दत्तमस्ति खलु भगिनि? अत्र अत्र दत्तमस्ति स्टिप् शित् अस्ति. कीदृशप्रत्ययः अस्ति? तिङ् प्रत्ययः वा कृत् प्रत्ययः वा? कृत् प्रत्ययः अस्ति. किमर्थं चेत् यः प्रत्ययः तिङ् नास्ति तत्तु कृत् अस्ति एव. केन सूत्रेण यत् प्रत्ययः तिङ् नास्ति तत् कृत् अस्ति इति उच्यते? कृदतिङ् इति सूत्रेण. अतः यत् यः प्रत्ययः तिङ् भिन्नः अस्ति सः प्रत्ययः तृतीय अध्याये, यः कोऽपि प्रत्ययः तृतीय अध्याये प्रथमे पादे त्रयोनवतितमसूत्रम् अस्ति कृदतिङ्, पश्यति वा? तदा आरभ्य तृतीय अध्याय अन्त्यपर्यन्तं यः कोऽपि प्रत्ययः भवति सः प्रत्ययः यद् तिङ् भवति अथवा कृत् भवति. तिङ् प्रत्ययाः के? ध्वमिद्वहिमहि भवन्तः जानन्ति एव खलु? इदानीं ष्टिप् तासु तेषु अस्ति वा ष्टिप्? न भगिनि, नास्ति. अतः तिङ् नास्ति, अतः कृद् अस्ति. कृत् प्रत्ययाः सर्वे उत्सर्गसूत्रमस्ति. सामान्यनियमः कृत् प्रत्ययाः कर्तरि अर्थे एव भवन्ति इति. अतः कर्तरि कृत् इति सूत्रमस्ति. अतः कर्तरि कृत् इति सूत्रेण कृत् प्रत्ययः अस्ति क्ष्टिप् इति कारणेन कर्तरि अर्थे एव भवति इति स्वीकुर्मः. अतः सार्वधातुकप्रत्ययः अपि अस्ति, कर्तरि अर्थे अपि अस्ति, अतः शप आगच्छति अत्र अर्ति इति निर्माणकार्य. अनन्तरम् अदादिगणस्य सर्वे सूत्रछन्दसः कृते सर्वं सर्वे धातवः अदादिगण्याः इति एव चिन्तनम्. अतः अदादिगणस्य शप् लुक् भवति अदिप्रभृत्यभ्यः शप शपः इति सूत्रेण. अतः शप् लुक् कृत्वा केवलं शप् आगच्छति, लुक् भवति. अनन्तरं ऋ इति गुणकार्यम् अर्ति. अवगतम् इत्युक्ते किं भगिनि? अदादि गणस्य अदादिगणस्य विषये शप् प्रत्ययः लुक् भवति इति. इदानीं भवन्तः भुआदिगणं पठन्ति, अग्रे यदा अदादिगणीयधातूनां विषये पठन्ति तदा शप् तु ह्यः अपि मया उक्तं पूर्ववर्गे, शप् तु सामान्यः सर्वत्र शप् प्रथमम् आगच्छति. अतः एव भुआदिगणे भुआदिगणार्थं शप् इति न, सर्वत्र शप् इति कारणेन शप् आगच्छति. अदादिगणे किं भवति? शप् लुक् भवति. इत्युक्ते लोपः अदिप्रभृतिभ्यः अस्ति, अदादिप्रभृतिभ्यः नास्ति किल? अदि इति अदादिगणगणस्य प्रभृतिभ्यः शप् इति, अदि इत्युक्ते अदादिगणः इति. अस्तु, तत् सूत्रं तु विस्तरेण अदादिगणे यदा पठन्ति तदा पठन्ति. परन्तु इदानीम् एवं जानन्तु अदादिगणस्य धातुभ्यः लुक् शपः लुक् भवति. अदिप्रभृत्य प्रति अदिप्रभृत्य प्रभृतिभ्यः शपः सूत्रं किं वदति? अदादिगणीयधातूनां शपः लुक् भवति. तावत् जानन्तु. अतः शप् आगच्छति, अनन्तरं लोपः अपि भवति. दशगणे अपि शप् आगच्छति प्रथमं? हा, सर्वत्र प्रथमम् उत्सर्गः, उत्सर्गः इत्युक्ते जानन्ति खलु सामान्यनियमः, सामान्यनियमः इति वदन्ति, अथवा सामान्यविधानम् अथवा उत्सर्गः इत्युक्ते जनरल् रूल् इति अर्थः. उत्सर्गः सर्वत्र शप्, सर्वत्र इति न, सार्वधातुके कर्तरि यदि भवति सर्वेषु गणेषु शप्, अनन्तरमेव शप् लुक् भवति. कुत्रचित् अदादिगणे लुक् भवति, जुहोत्यादिगणे अपि श्लू इति कार्येण लोपः भवति, तदा अन्यत्र अन्येषु गणेषु परिवर्तनं भवति. प्रथम सोपाने तु शप् सर्वत्र स्थापयामः. प्रत्ययः सार्वधातुक वा कर्तरि अर्थे अस्ति वा प्रश्नद्वयं कृत्वा यदि आम् इति उत्तरं प्राप्नोति तर्हि शप् योजयतु. स्थापयामः वा आर्धधातुके अपि स्थापयामः वा केवलं सार्वधातुके? न, सार्वधातुके कर्तरि अर्थे प्रत्ययः सार्वधातुकः वा कर्तरि अर्थे अस्ति वा इति प्रश्नद्वयम्. यदि प्रत्ययः अस्ति शप् योजयामः. श्ना इति आगच्छति किल तदनन्तरं, तदपि शपः आगत्य स्थाने एव परिवर्तनं भवति. शप्स्थाने श्यन् स्तप्स्थाने श एवं दशगणेषु अपि आगच्छति एव, अनन्तरं शप् लुक् भवति. शप् लुक् अथवा शप् स्थाने श्लू अथवा दिवादिगणेशियन् इत्यादि. तर्हि अत्र ऋ योगः ति भवति. प्रथमं ऋ योगः स्टिप् आसीत्, ऋ योगः ति भवति अनुबन्धलोपे. अनन्तरं ऋ योगः शप् योगः ति, यतोहि स्टिप् षित् अपि अस्ति अतः सार्वधातुकः अस्ति. कर्तरि कृत् प्रत्ययः अस्ति अतः कर्तरि अर्थे अस्ति इति कारणेन शप् योजयामः. अनन्तरं अधिप्रभु अदादिगणीयधातुः इति छन्दसः निर्माणविषये अदादिगणीयः इति स्वीकुर्मः इति कारणेन शप् लुक् भवति अधिप्रभृतिभ्यः शपः इति सूत्रेण. शप् लुक् कृत्वा ऋति षित् इति कारणेन सार्वधातुकः इति कारणेन सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः ऋ अर् भवति अर्ति. अत्र पित्वात् कथं कथम् आगच्छति सर्वधातुकः पुनः पृच्छतु सम्यक् न श्रूयते. शपः लुक् ऋयोगः अस्ति, स्थिपः सार्वधातुकत्वात् पित्वात् च सार्वधातुक आर्धधातुकयोः इति अत्र दत्तं. पित्वात् गुणः निषेधः भवति किल? न, स्थिप् स्थिप् इति प्रत्ययः. इदानीं तु शप् तु लुक् अभवत्, इदानीं ऋ धातोः अनन्तरं ति इति प्रत्ययः अस्ति, सः तु स्टिप् प्रत्ययः. षित् अपि अस्ति पित् अपि अस्ति, अतः गुणाकार्यं सम्भवति. यदि तत्र पकारः न स्थापितवान् सार्वधातुकम् अपित् इति कारणेन गुणकार्यं भवितुं नार्हति. अतः एव सार्वधातुकमपि कृतवान् पित् अपि स्थापितवान् सार्वधातुकपित् कारणेन गुणः. अवगतम्? नो चेत् प्रत्ययः तु ति एव, ति इति अस्ति इति कारणेन तस्य गुणः भवितुं न षित् इति कृत्वा एव सार्वधातुकः भवति, पित् इति कृत्वा एव अपित् इति कारणेन गुणः भवितुम् अर्हति. अतः अर्ति इति रूपं, सर्ति अपि समानम्. अत्र मम प्रायः अहं भवन्तः प्रत्ययाः के प्रत्ययाः कुत्र सन्ति अष्टाध्याय्याम् इत्यादि विवरणं सम्यक् जानन्ति वा? न. अष्टाध्याय्यां प्रत्ययाः प्रत्ययः इति एकं सूत्रम् अस्ति, कुत्र अस्ति? तृतीयाध्याये प्रथमे पादे प्रथमसूत्रम् तदा आरभ्य तस्य सूत्रस्य अधिकारः पञ्चमाध्यायस्य अन्तिमपर्यन्तम् अस्ति. अतः अष्टाध्याय्याः तृतीयचतुर्थपञ्चमे अध्याये सर्वत्र प्रत्ययाः एव, प्रत्यय सूत्रस्य अधिकार प्रत्यय इति अधिकारसूत्रं भवति. तत्र सर्वे प्रत्ययाः सन्ति. तत्र तृतीयाध्याये कस्य अनन्तरं विहिताः प्रत्ययाः भवन्ति? धातुभ्यः विहितः धातुभ्यः चतुर्थे पञ्चमे अध्याये पञ्चमे प्रातिपदिकानन्तरं विहिताः प्रत्ययाः भवन्ति. अतः एतत् चित्रं मनसि यदि भवति उत्तमं भवति, भवन्तः सम्यक् अवगच्छन्ति. अतः तृतीये अध्याये धातोः अनन्तरं विहिताः प्रत्ययाः, तत्र आरम्भभागे सनादिप्रत्ययाः इति भवन्ति, तत्र द्वादशप्रत्ययाः, ते तेषां कार्यं किम् इति जानन्ति वा? सनादिप्रत्ययः किं कुर्वन्ति? णिच् इति अस्ति सनादिप्रत्ययेषु, णिच् प्रत्ययः किं करोति? प्रेरणार्थं, परन्तु णिच् इत्यादि सनादिप्रत्ययः धातुं स्वीकृत्य पुनः धातुनिर्माणं कुर्वन्ति. णिच् योगे पुनः धातुः भवति, संयोगे पुनः धातुः भवति, यङ् यङ् योगे पुनः धातुः भवति. तादृश द्वादशप्रत्ययाः तृतीय अध्याये आरम्भे भवन्ति. अनन्तरं विकरणप्रत्ययाः भवन्ति. अनन्तरं कृदतिङ् इति आरभ्य कृत्वा तिङ् वा भवति. अतः प्रत्ययाः तृतीय अध्याये सनादि वा विकरणप्रत्ययाः वा कृत्वा तिङ् वा भवति. यदि कृत् त्रयोनवतितमसूत्रादारभ्य यदि तिङ् नास्ति तर्हि कृत् भवति. कृत्प्रत्ययाः सामान्य अर्थ सामान्यतया तस्य कस्मिन् अर्थे भवन्ति? कर्तृ अर्थे. परन्तु तत्तु सामान्यनियमः, सः सामान्यनियमः. परन्तु भिन्नभिन्नसूत्रेषु नूतनतया यदि सः पाणिनिः एकं प्रत्ययं वदति, तस्य यदि कर्तरि अर्थे नास्ति तर्हि सूत्रे सः वदति कर्तरि नास्ति इति, न कस्मिन् अर्थे भवति इति. कृत्याः इति अस्ति, ते तव्यत् अनियर् यत् इत्यादि प्रत्ययाः कर्मणि भावे अर्थे भवन्ति. तथा सूत्रेषु एव सः सूचयति कस्मिन् अर्थे भवति इति. नो, यदि सूत्रे अनुक्तं भवति तर्हि सर्वे कृत्प्रत्ययाः कर्तरि अर्थे भवन्ति इति जानन्तु. कर्मणि प्रयोगे मम एकः सन्देहः अस्ति. कर्मणि प्रयोगे अपि वयं तिङ् प्रत्ययाः योजयामः. तिङ् प्रत्ययः अस्ति चेत् एकनिमिषं मम लिखितवती. तिङ् प्रत्ययः अस्ति चेत् गम् गच् किमर्थं भवति? गतं मया न अवगतं प्रश्नः. गम् गच् गच् इति भवति सार्वधातुकलकारे भवति. आमामां. कर्मणि प्रयोगे अपि सार्वधातुकलकारः एव अस्ति. कर्मणि प्रयोगे सार्वधातुकः इति न, तत्र किं भवति इत्युक्ते गम् इति धातुः अस्ति खलु. कर्मणि प्रयोगे सर्वत्र आत्मनेपदी अन्तमेव भवति. तां झ एव भवति, त तु ते भवति लट् लकारे खलु. गम् ते सत्यं, गम् अस्ति ते अस्ति. अनन्तरं ते पूर्वं अहम् एकं सूत्रम् उक्तवती, स्मरति वा इति न. सार्वधातुके यक् कर्मणि कर्तरि शप्, अतः कर्मणि प्रयोगे यक् एव आगच्छति. यक् कीदृशप्रत्ययः अस्ति? यक् कृत् अस्ति. न यक् सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः अतः तत्र शप् न आगच्छति. भवत्याः प्रश्नः कः पुनः वदतु. गम्यते गच्छ्यते इति गम् इति न भवति खलु. गमयते गम्यते गम्यते किमर्थं गम् गच्छति. गम् धातोः अनन्तरं साक्षात् शप् तु न आगच्छति खलु. शित् नास्ति चिति परे एव इषुगमि यमां छः तिङ् अस्ति चित् शित् नास्ति तिङ् अस्ति तिङ्गपि नास्ति. गम् धातोः अनन्तरम् इदानीं यक् एव आगच्छति. यक् अनन्तरं तिङ् आगच्छति. यक् अनन्तरमेव तिङ् धातोः साक्षात् अनन्तरं यक् अस्ति. आम् साक्षात् अनन्तरं यद् यः यक् अस्ति सः यक् प्रत्ययः शित् नास्ति. आम् शित् नास्ति इति कारणेन इषुगमीयमां छः इति सूत्रस्य प्रसक्तिरेव नास्ति. अनन्तरम् अस्ति मध्ये तु यक् अस्ति खलु. साक्षात् अनन्तरं यदस्ति तस्य एव दर्शनं. इषुगमि यमां छः किं वदति ह्रस्व क्षम्यतां सूत्रस्य अनुवृत्तिसहितसूत्रम् इषुगमि यमाम् अङ्गस्य छः क्षितिपरे. क्षितिपरे इत्युक्ते क्षितिप्रत्यये परे यक् इति अनन्तरं तिङ् आगच्छति इति प्रसक्ति नास्ति. यदि मध्ये यक् नास्ति तदा भवती यद् वदति तत् सत्यं. तत्रापि षित् नास्ति तिङ् अस्ति. तिङ् सार्वधातुकः अस्ति परन्तु ते इति प्रत्ययः षित् नास्ति. ओके इषु गम्यतां क्षिति एव अस्ति. क्षिति प्रत्यये परे एव आगच्छति. अतः एव सूत्रस्य पूर्ण अनुवृत्तिसहितसूत्रं पश्यति क्षिति इति अस्ति. अत्र यक् क्षिति नास्ति ते अपि क्षिति नास्ति अतः तत्र प्रश्नः एव न उदेति. अतः गम्यते मया विद्यालयः गम्यते. अवगच्छामि. इदानीं मया पिबति किं भवति. पिबति पायते तत्र पीयते इति तत्र ईकारः किञ्चित् परिवर्तनं भवति. पीयते इत्यादिकं भवति. तत्र तु पिब इति आदेशः न भवति यतोहि शिति न शिति परे नास्ति कर्मणि प्रयोगेषु. अवगतम्. मया स्थीयते मया पीयते एवं किञ्चित् समीकरणं मनसि स्ट्रेटन् औट्. मया दृश्यते मया पश्यते न. मया चलनचित्रं दृश्यते. अस्तु क्षितिपरे नास्ति इति कारणेन कर्मणि यक् इति अस्ति कारणेन न भवति. अस्तु तर्हि विरमामः वा. धन्यवादः. धन्यवादः. शुभरात्रिः. शुभरात्रिः. नमस्कारः.